सहनवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र शत्रन्त पदानि, किन्तु तत्र कथामपि बहुकालात् न पठितवन्तः इति कृत्वा अद्य कथां पठित्वा तदनन्तरं मूलविषयः नाम शत्रुप्रत्ययस्य विषयः तदनन्तरं भवति वर्गे। अस्तु, तर्हि तत्र कथा तृतीया कथा, तत्र वाक्यचातुर्येण जातः कविः इति कथा अस्ति, तां कथां पठामः। सर्वे प्राप्तवन्तः खलु, तत्र सर्वेषां पार्श्वे अस्ति खलु कथा? आं महोदय। आम् अस्ति महोदय। अस्तु अस्तु तर्हि, हा अस्तु समीचीनम्। अस्तु तर्हि तत्र वेदा भगिनी आरम्भं करोति वा? आं महोदय। वाक्चातुर्येण जातः कविः। पुरा चालुक्यानां शासनकाले आसीत् कश्चन ग्रामः। तस्मिन् ग्रामे बहु पुत्रवान् कश्चन वलयविक्रयिकः निवसति स्म। एकदा सः वृषभशकटे विविधवर्णीयानां वलयानां गुच्छं संस्थाप्य वृषभशकटम् आरुह्य वाणिज्याय प्रस्थितः पार्श्वस्थं ग्रामं प्रति। स च सुविशालः ग्रामः। तस्मिन् एव ग्रामे राजमाता अत्तिमब्बा अपि निवसति स्म। प्रस्थानवसरे तस्य पुत्रः अवदत्, तात अद्य भवता सह अहमपि आगन्तुम् इच्छामि, मामपि नयतु कृपया इति। समीचीनं, धन्यवादः भगिनि। अग्रे उषा भगिनि। अस्तु महोदय। पुत्रस्य कथनं श्रुत्वा तम् अपि स्वीकृत्य पिता विक्रयणाय प्रस्थितः पार्श्वग्रामे स्थितं राजप्रासादम् उपसर्प्य अयि भोः मातरः आगच्छन्तु, वर्णमयानि वलयानि स्वीकुर्वन्तु इति उच्चैः उद्घोषितवान्। तस्य ध्वनिं श्रुत्वा अन्तःपुरस्त्रियः बहिः आगत्य वलयानां क्रयणे उद्यताः अभवन्। हा समीचीनं, धन्यवादः भगिनि। अस्तु अग्रे हर्षदा भगिनी अग्रे पठति वा? आं महोदय। नमस्ते। तावता लघुवयस्कः तस्य पुत्रः बालवचनैः आगच्छन्तु मातरः अम्ब अयं रक्तवर्णीयः वलयः भवत्यै युज्यते, पश्यतु एतत् नीलवर्णीयं तस्यै युज्यते इति वदन् एकैकम् अपि पश्यन् वाक्चातुर्येण सर्वासां मनः आकृष्टवान्। तादृशं बुद्धिमन्तं वाक्चतुरं बालं दृष्ट्वा राज्ञी अत्तिमब्बा वलयविक्रयिकम् अपृच्छत्, एतं बालम् आत्मना सह किमर्थम् अटयति भवान्? पाठशालां प्रति किमर्थम् अयं न प्रेष्येत् इति। समीचीनं, धन्यवादः भगिनि। प्रेष्येत इति, अस्तु समीचीनम्। अग्रे शुभा भगिनि। अम्बा, अहम् अस्मि निर्धनः, मम आर्थिकस्थितिः अस्ति नितरां दुर्बला, गृहे सदस्याः बहवः, अतः एतं पाठशालां प्रति प्रेषयितुं न पारयामि अहम् इति अवदत् सः वलयविक्रयकः। तदा राज्ञी अवदत्, भवान् यदि अङ्गीकरोति तर्हि एतस्य बालस्य शिक्षणव्यवस्थायाः उत्तरदायित्वम् अहं निर्वक्ष्यामि इति। हा समीचीनं, धन्यवादः भगिनि. हा अस्तु, नरेश महोदय अग्रे. आम्, वलयविक्रयिकः एतं प्रस्तावं सहर्षम् अङ्गीकृतवान्. बालकः अपि एतस्मात् सन्तुष्टः जातः. ततः अत्तिमब्बया उत्तमे गुरुकुले बालकस्य अध्ययनाय व्यवस्था परिकल्पिता. गच्छता कालेन श्रद्धया पठन् सः श्रेष्ठः कविः जातः. सः एव महाकविः रन्नः इति कन्नडसाहित्यलोके ख्यातिं गतः. हा इति समीचीनं, धन्यवादः महोदय. अस्तु, अतः तत्र कथा इति तत्र रन्नः इति कविः तस्य विषये कथा अस्ति. अस्तु, इदानीं तत्र पङ्क्तिशः पश्यामः किं किम् अस्ति, व्याकरणांशाः के के सन्ति इति किञ्चित् पश्यामः तर्हि. अस्तु, तर्हि तत्र उषा भगिनी आरम्भं करोति वा तर्हि. आं महोदय. पुरा चालुक्यानां शासनकाले आसीत् कश्चन ग्रामः. एक कश्चन ग्रामः अस्ति चालुक्यानां आसीत् चालुक्यानां शासनकाले. तत्र चालुक्यानाम् इति विभक्तिका षष्ठी बहुवचने महोदय. हा समीचीनं. हा पुरा पूर्वं, हा पूर्वं पुरातनकाले चालुक्यानां शासनकाले. समीचीनं. हा अग्रे. तस्मिन् ग्रामे बहु पुत्रवान् कश्चन वलयविक्रयिकः निवसति स्म. तस्मिन् ग्रामे एकः वलयविक्रयिकः आसीत्. कश्चन आसीत् बहुपुत्रवान् कश्चन इत्युक्ते वलय बहुपुत्रवान् इत्युक्ते किम्? एकः न एकस्य उपरि न वान् इति अस्ति खलु, तस्य अर्थः कः? यत्र वान् भवति दृष्टवान्. हा न दृष्टवान् इति नास्ति. हा तव तु नास्ति भगिनि. हा हा तत्र भ्रमः भवेत् किन्तु तव तु नास्ति. धनवान् इति खलु, यस्य पार्श्वे धनः अस्ति. हा यस्य अथवा यस्मिन् वा धनमस्ति सः धनवान्. हा धनवत् इति तत्र मतु इति बुद्धिमत् बुद्धिमान् तत्र अस्ति वा महोदय? बहुपुत्रवत् इति प्रातिपदिकं. यस्य तत्र पुत्रवत् नाम यस्य पुत्रः अस्ति सः पुत्रवान् धनवान् पुत्रवान्. किन्तु एषः तु बहुपुत्रवान् नाम अस्य अनेके पुत्राणि सन्ति, न तु एकः नास्ति. हा एकः पुत्रः द्वौ पुत्रौ इति न, अनेके पुत्राः सन्ति तस्य इति. तस्य अपि सः सः किं करोति जीवन? वलयविक्रयिकः अस्ति. विक्रयणं करोति. हा विक्रयणं वलयविक्रयिकः इत्युक्ते वलयम् इत्युक्ते किम् इति जानाति खलु? वलयम् इत्युक्ते रिङ्ग् इति जानामि. वलयं तत्र अधोभागे पश्यतु, तत्र हस्ते ये यत् धारयन्ति. हा तत् अस्तु. हा तत्र सुवर्णम् इति नास्ति भगिनि, तत्र केवलं तत्र हस्ते. हा तत्र हा बेङ्गल् इति यत् उक्तं वलये विक्रय इत्युक्ते ग्लास् बेङ्गल्स् अस्ति वा महोदय? हा तादृशं. हा बेङ्गल्स् इति तत्र ग्लास् इति नास्ति, केवलं बेङ्गल्स् इति अस्ति तावदेव. तत्र केन पदार्थेन निर्मितम् इति विषयः नास्ति, केवलं तस्य रूपं तत्र तस्य हा रूपं कथम् अस्ति इति नाम बेङ्गल् इति तावदेव. वलय विक्रयणं कृत्वा जीवनं करोति सः. हा इति अस्ति समीचीनं. हा अग्रे. एकदा सः वृषभशकटे विविधवर्णीयानां वलयानां गुच्छं संस्थाप्य वृषभशकटम् आरुह्य वाणिज्याय प्रस्थितः पार्श्वस्थं ग्रामं प्रति. सः प्रतिदिनं वृषभशकटम् आरुह्यमिति न एकदा एकदा इति अस्ति एकदा सः वलयविक्रयणं तत्र एकदा सः इति किं कृतवान् प्रस्थितः प्रस्थितः किं प्रस्थितः किं प्रति प्रस्थितः सः ग्रामं प्रति प्रस्थितः प्रस्थितः नाम वृषभशकटम् आरुह्य गन्तुम् आरब्धवान् तत्र प्रस्थितवान् प्रस्थितः नाम प्रस्थितवान् प्रस्थितः इति तत्र त प्रत्ययः पठितः ग्रामं प्रति प्रति प्रस्थितवान् किमर्थम् इत्युक्ते पार्श्वस्थं ग्रामम् इत्युक्ते किम् पार्श्वस्थम् इत्युक्ते पार्श्वे यः ग्रामः अस्ति हा तत्र स्थम् इति तादृशप्रयोगः जानाति खलु तत्र तत्र गीतासोपने अपि अस्ति खलु तत्र एतादृशम् अन्यत् किमपि पदं वदतु पार्श्वस्थम् इव तादृशं पदम् अन्ते स्थ इति भवेत् स्थं वा स्थ इति मध्यस्थम् अपि अस्ति वा महोदय मध्यस्थः समीचीनं हा मध्यस्थः कोष्टकस्थः कोष्टकस्थं कोष्टकस्थानि पदानि इत्युक्ते किं कोष्टके दत्तं पदानि हा तत्र स्थितम् इति किं भगिनि गृहस्थः हा गृहस्थः हा अन्तस्थ अन्तस्थः समीचीनं हा तत्र स्थ इत्युक्ते कुत्र कुत्रापि अस्ति अतः तत्र किमपि तत्र ग्रामस्थः नाम ग्रामे अस्ति ग्रामे स्थितवान् इति अतः तत्र पार्श्वस्थं नाम समीपस्थं ग्रामं ग्रामः समीपः अस्ति पार्श्वस्थः ग्रामः तं ग्रामं प्रति एषः प्रस्थितः हा तत्र प्रस्थितः इति प्रस्थितवान् इति अर्थे अस्ति तत्र साधारणतया तत्र किं भवति तत्र रामः तत्र ग्रन्थं पठति रामः ग्रन्थं पठति इदानीं तत्र तव तु उपयुज्य भूतकालार्थकं तव तु रूपं वदतु भगिनि रामः ग्रन्थं पठितवान् इति भवति अपि ग्रन्थं किं भवति रामेण पठितः ग्रन्थः रामेण ग्रन्थः पठितः कर्मणि प्रयोगे न ग्रन्थः कीदृशः रामेण पठितः ग्रन्थः खलु आं महोदय रामः कीदृशः ग्रन्थं पठितवान् रामः रामः कीदृशः एषः रामः ग्रन्थं पठितवान् रामः खलु पठितवान् इति विशेषणं भवति खलु अतः तत्र कर्तरि अर्थे इति वदामः खलु तवतु इति कर्तारं सूचयति खलु किमर्थं प्रस्थितः इति दत्तं प्रस्थितवान् एकनिमिषम् भगिनि हा तत्र पठितवान् इति जानाति खलु पठितवान् इति कर्तृत्वे अस्ति खलु गतवान् इति अपि रामः ग्रामं गतवान् इति रामः ग्रन्थं पठितवान् किन्तु ग्रन्थः तत्र ग्रन्थं पठितवान् इति ग्रन्थम् इति कर्मपदं खलु तत्र पठितः ग्रन्थः रामेण पठितः ग्रन्थः तत्र त प्रत्ययः पठितः रामेण पठितः ग्रन्थः तत्र त प्रत्ययः कुत्र भवति भूतकालार्थे भवति यथा तव तु भूतकालार्थकः अस्ति तथैव त प्रत्ययः अपि तत्र भूतकालार्थकः अस्ति पठितः इति किन्तु साधारणतया कर्मण्यर्थे एव भवति नाम कर्मपदं सूचयति साधारणतया रामेण पठितः ग्रन्थः पठितः इति इत्युक्ते किं नाम रामः इति नास्ति खलु पठितः कः ग्रन्थः ग्रन्थः एव कर्मपदमेव, कर्मं सूचयति, कर्म सूचयति. किन्तु अत्र प्रस्थितः इति अस्ति, तत्र प्रस्थितः इति कृतप्रत्ययरूपम् अस्ति, प्रस्थितवान् इति अर्थे अस्ति, कर्तृ अर्थे अस्ति. तत्र नियमः अस्ति यत्र घं धातु घं धातु अर्थे अन्ये धातवः सन्ति चेदपि तत्र तप्रत्ययस्य योजनेन कर्तृ अर्थः अपि भवति इति. अतः अत्र प्रस्थितः इत्युक्ते प्रस्थितवान् इति अर्थः. अत्र प्रस्थितः इत्युक्ते गच्छति इति अर्थः खलु? आम् महोदय. हा, अतः तत्र प्रस्थितवान् इति अर्थः, नाम सः गन्तुम् आरब्धवान्, प्रस्थितवान्. किं कर्तुं प्रस्थितवान् सः? वाणिज्याय. हा, वाणिज्यार्थं, विविधवाणिज्यानां वलयानां. हा, तत्र वाणिज्याय सः प्रस्थितवान्. किं कृत्वा प्रस्थितवान् सः? वृषभशकटम् आरुह्य प्रस्थितवान्. अपि तस्मात् प्राक् सः किं कृतवान्? वृषभशकटे विविधवर्णीयानां वलयानां गुच्छं संस्थाप्य. हा, तत्र संस्थापितवान्. हा, तदनन्तरं तत्र शकटम् आरुह्य तदनन्तरं सः प्रस्थितः. समीचीनं. हा, अग्रे. स च सुविशालः ग्रामः. विशालग्रामम् अस्ति तत् ग्राम. पार्श्वस्थः ग्रामः सः, पार्श्वस्थः ग्रामः यः ग्रामः पार्श्वे समीपे अस्ति सः ग्रामः विशालः. सुविशालः नाम, सुविशालः नाम एम्फसिस्, नाम बहु विशालः, बहु विशालः. विशालः ग्रामः अस्ति. हा, अग्रे. तस्मिन् एव ग्रामे राजमाता अतिमब्ब इति नाम, अतिमब्ब राजमातुः नाम अतिमब्बा. अतिमब्बा इति तस्मिन् एव ग्रामे, यः ग्रामः पार्श्वे अस्ति तस्मिन् ग्रामे अतिमब्बा इति राजमाता वसति. हा, वसति स्म, निवसति स्म. समीचीनम्. हा, अग्रे. प्रस्थानावसरे तस्य पुत्रः अवदत्. तस्य प्रस्थानावसरे यः विक्रयिकस्य प्रस्थानावसरे तस्य पुत्रः अवदत् तात, तत् इत्युक्ते पिता, भवता सह अहमपि आगन्तुम् इच्छामि. सः अपि पिता सह गन्तुं. किम् उक्तवती? न महोदय, तात इत्युक्ते पिता इति एव. तात इत्युक्ते कोऽपि ज्येष्ठः. पितुः सह गन्तुं. पितुः इति विभक्ति का तत्र? पितुः षष्टि. सः इत्युक्ते सः भवति तत्र तृतीया अस्ति चेत्. हा, सः अस्ति चेत् तृतीया भवेत्. समीचीनम्. पितुः अन्य कोऽपि सहायं करोति वा तत्र? पिता इति पदस्य तृतीया एकवचनरूपं पित्रा. पित्रा सह अतः अहमपि भवता सह आगन्तुम् इच्छामि इति. मामपि नयतु. मामपि नयतु कृपया इति सः उक्तवान्, अवदत्. तत्र पुत्रः उक्तवान्. समीचीनं भगिनि. हा, धन्यवादः. उत्तमम्, अस्तु. अग्रे तत्र शोभा भगिनी अग्रे पठति वा? आम् महोदय. पुत्रस्य कथनं श्रुत्वा तम् अपि स्वीकृत्य पिता विक्रयणाय प्रस्थितः. पुत्रस्य कथनं, तत्र कथनम् इति वदनं, भाषणम् इति वाक्यम् इति भवति तत्र ल्युडन्तपदं. श्रुत्वा त्वान्तपूर्वम् आगच्छति कर्मपदं भूत्वा. श्रुत्वा इति त्वान्तपदं. तम् अपि स्वीकृत्य तर्हि पिता निर्धारितवान् अस्तु पुत्रमपि स्वीकृत्य गच्छामि इति. तेन सह पुत्रेण सह अधुना प्रस्थितः अन्यस्य ग्रामस्य अन्यं ग्रामं प्रति विक्रयणाय. तत्र चतुर्थी पूर्वम् अस्ति आसीत् वाणिज्याय, इदानीं विक्रयणाय इति अस्ति. विक्रयणार्थं विक्रयणार्थं विक्रयणस्य कृते प्रस्थितवान् प्रस्थितवान् अथवा तत्र प्रस्थितवन्तौ इति अपि भवितुम् अर्हति. ते तौ द्वौ पिता पुत्रौ प्रस्थितवन्तौ. पिता पुत्रौ प्रस्थितवन्तौ. पार्श्वग्रामे स्थितं राजप्रासादम् उपसर्प्य इति. तत्र पार्श्वग्रामे इत्युक्ते पार्श्वे स्थितः इति दृष्टवन्तः. तत्र पार्श्वस्थं ग्रामम् इति अधुना तस्य भिन्नः प्रयोगः. पार्श्वग्रामे इति स्थितं राजप्रासादं तत्र तस्मिन् ग्रामे राजप्रासादम् अपि अस्ति. इत्युक्ते तत्र प्रासादम् इत्युक्ते प्यालेस् इति पर्यायवाचकपदं. किं भगिनि पर्यायवाचकपदं प्रासादम् इत्यस्य किमपि प्रासादम् इति राजभवनम् इति वक्तुं समीचीनं. राजभवनम् उपसर्प्य इत्युक्ते तत्र सृ इति धातुः सर्पति इति सरति इति. क्षणताम् उप इति तस्य समीपे समीपे तत्र पार्श्वग्रामे स्थितम् इति अस्ति. तत्र स्थ प्रत्ययस्य उपयोगेन किं भवति? पार्श्वग्रामस्थं राजप्रासादम् उपसर्प्य अयि भोः मातरः आगच्छन्तु वर्णमयानि वलयानि स्वीकुर्वन्तु इति उच्चैः उद्घोषितवान्. अधुना तत्र विक्रयणाय आगतवान् सः वलयानां विक्रयणाय. अतः सः तत्र बहुवचने भोः मातरः इति सम्बोधनरूपं ताः किं तत्र आहूतवान्. तत्र ये याः मातरः इति सन्ति अयि भोः मातरः, इदानीं तत्र तासाम् आह्वानं कृतवान् मातॄणाम् आह्वानं कृतवान् अथवा तत्र स्त्रीलिङ्गे तत्र ताम् इति तत्र ताम् इति एकवचने अस्ति. स्त्रीलिङ्गे तत्र ता इति आह्वानं न तत्र षष्ठी अस्ति चेत् आह्वानं तत्र आहूतवान् ताः आहूतवान् तत्र कर्मपदम् अस्ति. आहूतवान् अस्ति चेत् कर्मपदं भवनीयं भवनीयं. मातरम् आहूतवान् ताः मातरः तत्र मातरं मातरौ मातॄन् इति भवति खलु महोदय. मातॄन् इति मातृः क्षमतां मातृः इति भवति विस्मृतवान् इति मन्ये महोदय. मातृः इति अनेकोपि कः स्मरति तत्र माता मातरौ मातरः मातरं मातरौ मातृः दीर्घरुकार मातृः एव इति मन्ये महोदय. मातृः अस्तु अस्तु मातृः अतः मातृः मातृः आहूतवान् तत्र आगच्छन्तु इति. तत्र यतोहि सः वर्णमयानि विविधवर्णीयानि वलयानि आनीतवान् विक्रयणस्य कृते अथवा विक्रयणाय. तानि अधुना सः विक्रेतुम् इष्टवान् इच्छति इष्टवान् अपि च तस्य इति उद्घोषितवान् इत्युक्ते तत्र उच्चैः तत्र उत् अपि घोषणं घोषणं घोषितवान् इति भवति उत् इति उपसर्गस्य योजनेन घोषणं कृतवान् इति तं श्रुत्वा तस्य ध्वनिं श्रुत्वा अन्तःपुरस्थितः स्त्रियः अन्तःपुरस्त्रियः बहिः आगत्य वलयानां क्रयणे उद्यताः अभवन् तस्य उद्घोषणं श्रुत्वा अन्तःपुरस्त्रियः तत्र पुनः अन्तःपुरस्ताः इति भवितुम् अर्हति इति मन्ये महोदय स्त्रियः अन्तःपुरस्ताः स्त्रियः बहिः आगत्य तत्र बहिः आगतवत्य अत्र मम प्रश्नमस्ति तत्र स्त्रियः इति जानामि तत्र बहुवचनमस्ति स्त्री इति एकवचने अस्ति किन्तु तत्र द्विवचने किम् अस्ति इति कोऽपि स्मरति वा स्त्रियौ अस्तु धन्यवादः मम मनसि नासीत् अस्तु स्त्री स्त्रियौ स्त्रियः अस्तु स्त्रियं स्त्रीं द्वे अपि भवति स्त्रियं स्त्री ओ अस्तु धन्यवादः भगिनि हा अस्तु अतः एव पृष्टवान् अस्तु अन्तःपुरस्ताः इति किं भगिनि स्त्री तत्र द्वितीयविभक्त्यां स्त्रीः इति एव भवति इति मन्ये महोदय ओ इति वा अस्तु स्त्रीः इति भवति अस्तु स्त्रियः स्त्रीः स्त्रीः स्त्रियः बहिः आगत्य वरयानां ताः बहिः आगतवन्तः अपि च वलयानां क्रयणे उद्यताः अभवन् इत्युक्ते तत्र उद्युक्ताः इति अपि वक्तुं शक्नुमः तत्र वलयानां क्रय उद्यताः अभवन् उद्यताः अभवन् उद्यताः इति विशेषणं भवति कस्य पदस्य स्त्रियः स्त्रियः उद्यताः अभवन् इति कस्मिन् विषये उद्यताः अभवन् क्रयणे क्रयणे वलयानां क्रयणे उद्यताः अभवन् इति अस्ति समीचीनं अस्तु अस्तु अग्रे नरेश महोदय अग्रे महोदय शङ्का अस्ति वदतु भगिनि हा पिता पुत्रौ सामासिकपदं खलु पिता पुत्रौ माता पितरौ वयं यदा सामासिकपदं कुर्मः तदा प्रथमपदस्य प्रातिपदिकरूपं स्वीकुर्मः खलु पितृपुत्रौ इति अस्तु हा पितृपुत्रौ किमर्थं न सत्यं सत्यं मातृपितरौ किमर्थं न इति समीचीनमेव भगिनि किन्तु एतावत् वयं समासस्य विषये किमपि न ज्ञातवन्तः इति कृत्वा केवलं तादृशम् उक्तवान् किन्तु यद्भवति सत्यमेव अहं पृष्टवती यतः यदा वयं माता पितरौ कुर्मः तदा अपि अहं मातापितरौ इति एव पठितवती न कि मातृपितरौ अतः अहं पृष्टवती अस्तु अस्तु भगिनि सत्यमेव तत्र प्रातिपदिकम् इति एव भवेत् तत्र द्रष्टव्यमस्ति भगिनि तत्र द्वन्द्वसमासः इति विषये तत्र आम् आम् आम् किञ्चित् दृष्ट्वा यदि भवान् वदिष्यति अस्तु भगिनि शङ्का निरसनं भविष्यति अस्तु भगिनि अस्तु दृष्ट्वा वदामि भगिनि प्रायशः तत्र नमस्कारः महोदय सुजाता अस्मि सुजाता भगिनि नमस्कारः भगिनि नमस्कारः भगिनि महोदय तत्र भगिनि तत्र वाट्साप् मध्ये प्रेषितवान् तत्र कथा अद्य अद्य प्रेषितवान् भगिनि क्षम्यतां महोदय तत्र तृतीया कथा वाट्साप् मध्ये प्रेषितमस्ति तस्मिन् तृतीयपुटम् अस्तु हर्षदभगिनी उत्तमः प्रश्नः तत्र दृष्ट्वा वदामि भगिनि आम् आम् तावता लघुवयस्कः तस्य पुत्रः बालवचनैः आगच्छन्तु मातरः. तत्तु पुत्रः तु लघुवयस्कः अस्ति, लघुवयस्कः लघु तस्य वयः लघु अस्ति वयः, अतः तत्र अस् यः लघु यस्य वयः लघु अस्ति सः लघुवयस्कः वयस्कः. बालवचनैः सः अस्ति, तस्य वचन तृतीयविभक्ति बालवचनैः, नाम सः ज्येष्ठाः कथं वदन्ति तादृशं सः न वक्तुं जानाति खलु. एषः इदानीमपि बालः अस्ति, अतः तत्र तस्य भिन्नानि भवन्ति खलु तत्र, अतः तत्र बालवचनैः सः वदति आगच्छन्तु मातरः. सः स्त्रियः आह्वयति, तत्र महिलाः आह्वयति आह्वयति. अम्ब अयं रक्तवर्णीयाः वर्णीयः वलयः भवत्यै युज्यते. भवत्यै युज्यते, भवत्यै नाम भवत्याः कृते समीचीनं भवति. चतुर्थी विभक्ति भवत्यै युज्यते, युज्यते रक्तवर्णीयः अस्ति. पश्यतु एतत् तत्तु एतत् पश्यतु नीलवर्णीयं तस्यै युज्यते. नीलवर्णीय अपि सन्ति तस्यै युज्यते इति वदम् एकैकाम् अपि पश्यन् वाक्याचातुर्येण सर्वासां मनः आकृष्टवान्. सः भिन्न महिलायाः भिन्नः वदति किमपि रक्तवर्णीयः किमपि नीलवर्णीयः. एकां महिलाम् उद्दिश्य सः वदति रक्तवर्णीयः वलयः भवत्यै युज्यते, समीचीनं भवति. अन्यां महिलां दृष्ट्वा नीलवर्णीयम् इति समीचीनं भवति इति तत्र तस्य वाक्याः चतुर्य सन्ति. वाक्चतुर्येण सः चतुरः अस्ति तदा तथा वाक्यं वदति सर्वेषां तत् आकृष्टं करोति. हा तत्र इदानीं प्रश्नः महोदय, तत्र अस्मिन् परिच्छेदे तत्र शत्रन्तरूपम् अस्ति खलु, पश्यन् आम् हा पश्यन् वदन् इति अस्ति, तत्र कः पश्यन् कः वदन्? बालकः वदन् बालकः पश्य वदन् इति वदन् बालकः अथवा पुत्रः वदन् अपि एकैकामपि पश्यन् नाम सः पश्यति कं पश्यति अथवा कां पश्यति? महिलां पश्यति, महिलामपि पश्यति एकां महिलां पश्यति अनन्तरम् अन्यां महिलां पश्यति, अतः एकैकां अपि महिलां पश्यन् तदनन्तरं वाक्यचातुर्येण वाक्यस्य चातुर्येण सर्वासां सर्वासाम् इति स्त्रीलिङ्गे अस्ति किमर्थं षष्ठविभक्ति बहुवचनं सर्वासां स्त्रीलिङ्गं सर्वासां महिलानां यतो हि तत्र स्त्री इति पदस्य षष्टि बहुवचनरूपं न जानामि अतः स्त्रीणाम् इति प्रायशः भवेत् खलु स्त्रीणाम् इति चिन्तनं स्त्रीणाम् अथवा महिलानां स्त्रीणाम् अन्तःपुरस्त्रीणां मनः आकृष्टवान् मनः इति मनस् इति शब्दः सकारान्तपदं कर्मपदं किम् आकृष्टवान् मनः आकृष्टवान् कासां मनः आकृष्टवान् महिलानां महिलानां मनः आकृष्टवान् किं कुर्वन् आकृष्टवान् वाक्यचातुर्येण वदन् वाक्यं वदन् वाक्यं वदन् एकैकामपि पश्यन् सः मनः आकृष्टवान् इति भवति समीचीनं महोदय अस्तु अग्रे तत्र हर्षदभगिनी न न इदानीं तत्र अस्तु वेदा भगिनी अग्रे महोदय तादृशं बुद्धिमन्तं वाक्चतुरं बालं दृष्ट्वा रागी अत्ति अत्तिमब्ब वलयविक्रयिकम् अपृच्छत् एतं बालम् आत्मना सह किमर्थम् आटयति भवान् ओ तादृशं बुद्धिमन्तं वाक्चतुरं बालं विभेश बालम् तत् शब्दस्य विशेषणमस्ति बुद्धिमन्तं वाक्चतुरं बालं बुद्धिमन्तं वाक्चतुरं बालं दृष्ट्वा तत् रागी अतिमब्ब राज्ञी अतिमब्ब राज्ञी राज्ञी राज्ञी राज्ञी सो राज्ञी राजा इति शब्दस्य स्त्रीलिङ्गमस्ति इति मन्ये राज्ञी राज्ञी अतिमब्ब तादृशं बुद्धिमन्तं वाक्चत्रं बालं दृष्ट्वा राज्ञी अतिमब्ब बुद्धिमन्तं वाक्चत्रं बालं दृष्टवती अपि वलयविक्रयिकम् अपृच्छत् वलयविक्रयिकं तत् बालकस्य पितुः पितुः इति वा किं वदामि पितरं समीचीनं अपृच्छत् इति पृष्टवती समीचीनं एतं बालम् आत्मना सह किमर्थम् आटयति भवान् एतं बालम् आत्मना सह किमर्थम् आटयति भवान् आत्मना सह इत्युक्ते किं महोदय न जानामि भवतः तत्र कान्फिडेन्स् वित् कान्फिडेन्स् न न आत्मना सह नाम स्वस्य तत्र स्वेन सह ओ स्वेन सह वा तत्र रामेण सह तत्र अन्यः अन्येन सह गच्छति एषः बालकः पितृ आत्मना सह मम इति अथवा अत्र भवता सह इति भवता इत्युक्ते आत्मना सह ओके एतं बालं पितुः सह भवता सह पित्रा सह यतोहि पित्रमेव उद्दिश्य सः वदति अतः भवता सह किमर्थं भवता सह किमर्थम् आटयति किमर्थम् आटयति इत्युक्ते किमर्थं गच्छति तत्र आटयति इत्युक्ते आटयति इति भ्रमणं करोति इति वा न न तत्र अस्तु तत्र भ्रम तत्र भ्रमति भ्रमति इति अस्ति भ्रमति इत्युक्ते समीचीनं किन्तु भ्रमति इत्युक्ते तत्र किञ्चित् भिन्नमस्ति नाम भ्रमति इत्युक्ते अटति किन्तु अत्र अटति इति न उक्तम् आटयति इति अटयति आम् आम् इत्युक्ते किम् अटयति अटति अटयति निजन्तरूपम् अटयति नाम एषः विक्रयिकः सः अटति खलु ग्रामं ग्रामम् अटति आम् किन्तु बालकः अपि करोति पुत्रमपि पुत्रमपि पुत्रः अपि अटति किन्तु कारणमस्ति प्रेरणा कुत्र अस्ति पितुः प्रेरणेन सः प्रेरणया तत्र निजन्तरूपम् आटयति नाम भ्रामयति भ्रामयति पाठशालां पाठशालां प्रति किमर्थम् अयं न प्रेष्यत इति उक्तवती प्रेष्यत पाठशालां प्रति किमर्थं यः किमर्थं बालकः पाठशालां न गच्छति किमर्थं भवान् न प्रेषयति भवान् भवान् किमर्थं न प्रेषितवान् अथवा किमर्थं न प्रेषित इति समीचीनं किमर्थं इति सा पृच्छति अत्तिमब्बा अन्तिमब्बा पृच्छति इदानीं तत्र प्रथमभागं तादृशं बुद्धिमन्तं वाक्चतुरं बालम् इति विभक्ति का तत्र द्वितीया तत्र कर्मपदम् अस्ति वा तादृशं बुद्धिमन्तं वाक्चतुरं बालं बालं तदेव कर्मफलम् अस्ति न महोदय क्रियापदं किम् अस्ति तत्र तादृशं बुद्धिमन्तं वाक्चतुरं बालं दृष्ट्वा रागी अतिमब्बा न न किन्तु क्रियासूचकं क्रिया किम् अस्ति क्रिया दृष्ट दृष्ट पश्य दृष्ट्वा राज्ञी पश्यति कं पश्यति बालं पश्यति समीचीनं दृष्ट्वा राज्ञी दृष्ट्वा बालं दृष्ट्वा अतः बालमिति कर्मपदं समीचीनम् इदानीं तत्र द्वितीयविभक्त्यन्तम् अस्ति तत्र तादृशं बुद्धिमन्तं वाक्चतुरं बालम् इति तस्य प्रथमविभक्तिरूपं वदतु तर्हि प्रथम बुद्धि बुद्धि बुद्धिमन्तम् इत्युक्ते बुद्धिमता बुद्धि बालः बुद्धि बुद्धिमत् किं समीचीनं बुद्धिमत् इति प्रातिपदिकं किन्तु भवत् इति प्रातिपदिकमस्ति चेत् प्रथमविभक्तिरूपं भवान् बुद्धिमान् बुद्धिमान् वाक् चतुरः बालकः समीचीनं तादृशः बुद्धिमान् वाक्चतुरः बालः वाक्य यस्य यस्य वाक्यं चतुरमस्ति अथवा वाक्ये यः चतुरः अस्ति सः वाक्चतुरः तादृशः बालः तं दृष्ट्वा राज्ञी एतत् सर्वं पृष्टवती बलयविक्रयिकं पृष्टवती समीचीनं तत्र राज्ञी अपि अस्ति अपि राणी अपि अस्ति कोऽपि जानाति वा तत्र कश्चन भेदः वर्तते तत्र राणी वा राणी राजा अस्ति राणी अस्ति खलु अस्तु किन्तु अत्र हिन्दीभाषायाम् अस्ति परन्तु संस्कृते अहं न श्रुतवती राणी इति शब्दः तत्र राणी इति शब्दः अस्ति वा किं भगिनि राज्ञी इव राज्ञी एव अस्ति राणी न राजन् तत्र शब्दमञ्जरी पुस्तके राजन् शब्दस्य स्त्रियां राज्ञी इति नदी शब्दवत् रूपम् अस्तु अस्तु तत्र राजपत्नी इति अपि भवति खलु राजपत्नी राजपत्नी भवति अथवा राणी राणी अपि अस्ति अस्ति भगिनि राणी अपि अस्तु अस्ति वा राणी अपि अस्ति किन्तु राणी अपि तत्र राज्ञी तत्र सूक्ष्मभेदः वर्तते इति मन्ये नाम तत्र राणी इत्युक्ते तत्र यस्य पति राजा अस्ति स तत्र राणी किन्तु राज्ञी इत्युक्ते या स्वयं तत्र जनानां तत्र पालनं करोति सः एव राज्ञी वा सा राज्ञी इति नाम तत्र राजा भवेत् महाराणी महाराणी इति न या स्वयं देशस्य राज्यपरिपालनं करोति तत्र राणी अस्ति चेत् केवलं तत्र केवलम् अलङ्कारं तत्र किं बिरुद् इति तत्र किम् अस्ति तत्र किमपि स्थानमस्ति राणी इत्युक्ते सा स्वयं तत्र चेन्नम्मा इति तत्र तस्मिन् सन्दर्भे तत्र राज्ञी इति प्रयोगः भवति इति मन्ये अस्तु या स्वयं तत्र पालनं करोति सा राज्ञी या तत्र राज्ञः पत्नी अस्ति टैटल् इति वक्तुं शक्यते टैटल् अस्ति राणी इति टैटल् अस्ति केवलं पोजिशन् किन्तु राज्ञी इत्युक्ते स्वयं क्वीन् सा एव पालनं करोति इति अस्ति समीचीनम् अस्तु अग्रे तत्र आङ्ग्लभाषायां तु एकः अस्ति क्वीन् एलिजाबेत् अस्ति क्वीन् सत्यं हा किन्तु तत्र ते तत्र हा तादृश उदाहरणं स्वीकर्तुं शक्नुमः अस्तु अग्रे पठामि वा अग्रे तत्र हर्षदभगिनी अग्रे पठतु भगिनि आं महोदय अम्ब अहमपि अहम् अस्मि निर्धनः मम आर्थिकस्थितिः अस्ति नितरां दुर्बला गृहे सदस्याः बहवः अतः एतं पाठशालां प्रति प्रेषयितुं न पारयामि अहम् इति अवदत् सः वलयविक्रयिकः राज्ञी वलयविक्रयिकम् उक्तवती भवान् एतं पुत्रं पाठशालां किमर्थं न प्रेषयति तदा वलयविक्रयिकः उक्तवान् अम्ब हे राज्ञी मम समीपे तु धनं नास्ति एव मम आर्थिकस्थितिः सम्यक् नास्ति मम गृहे सदस्यापि आर्थिकस्थितिः दुर्बला नितरां दुर्बला नितरां दुर्बला आर्थिकस्थितिः अस्ति तत्र दत्तमस्ति खलु बहुपुत्रवान् वलयविक्रयिकः हा सः उक्तवान् मम गृहे सदस्याः अपि बहवः सन्ति अतः अहम् एतं पुत्रं पाठशालां प्रति प्रेषयितुं न सक्षमः न शक्नोमि तत्र न शक्नोमि न शक्नोमि तत्र तादृशी तत्र योग्यता अथवा तत्र शक्तिः मम पार्श्वे नास्ति प्रेषयितुं न शक्नोमि इति सः वदति समीचीनम् एतं बालकम् अथवा बालं पाठशालां प्रति प्रेषयितुं तत्र पाठशालां प्रति प्रेषयितुं बालम् इति एव कर्मपदं प्रेषितुं कं प्रेषयति बालं प्रेषयितुं न पारयामि इति सः अवदत् पारयामि पारयामि अत्र धातु किं भगिनि अहं तत्र नूतनधातुः आसीत् इति अहमपि तत्र अन्वेषणं कृतवान् अष्टाध्यायी मध्ये प्रु इति धातुः अस्ति इति मन्ये भगिनि किन्तु प्रु इति तत्र अनेके धातवः सन्ति तत्र निजन्तरूपं वा निजन्तरूपं वा सत्यं यतोहि तत्र पारयति इति रक्षणार्थं तत्र रक्षणे अथवा तत्र कम्प्लीट् तत्र पूरयितुम् इति अर्थे खलु अस्तु धन्यवादः इति अस्ति समीचीनम् अस्तु अग्रे अपि पठतु भगिनि तदा राज्ञी अवदत् तत्समये राज्ञी उक्तवती भवान् यदि अङ्गीकरोति तर्हि एतस्य बालस्य शिक्षणव्यवस्थायाः उत्तरदायित्वम् अहं निर्वक्ष्यामि यदि संस्कृते कथं वदनीयं यदि भवतः आज्ञा अस्ति चेत् तर्हि अहम् एतस्य बालस्य शिक्षणस्य उत्तरदायित्वम् अहं वहामि उत्तरव्यवस्थां शिक्षणव्यवस्थाम् अहं करोमि अथवा इत्युक्ते अहं तस्य कृते इत्युक्ते अहं तस्य शिक्षणस्य कृते धनं ददामि तस्य निवासस्य व्यवस्थां करोमि इति एतत् सर्वं एवं तत्र सर्वं एव ये ये अंशाः आवश्यकाः तान् सर्वान् अहं तत्र कारयिष्यामि तत् तेषाम् उत्तरदायित्वं मम अस्ति महोदय इति धातु अस्ति तस्य निजन्तरूपमस्ति पारयामि किन्तु प्रू इति अनेके धातवः सटिस्फाइड इति अर्थम् अस्ति. किन्तु प्रू इति अनेके धातवः सन्ति भगिनि तत्र. या परन्तु ये यः धातवः स्वादी प्रीतौ इति स्वादी गणे अस्ति तस्य अर्थः किं वद प्रीतौ इति अर्थः अस्ति तृप्त तृप्त. अस्तु अस्तु समीचीनं. तृप्ति ह्रस्व अस्ति वा दीर्घ अस्ति? न ह्रस्व ह्रस्व ह्रस्व. अस्तु अस्तु धन्यवादः धन्यवादः. अस्तु समीचीनम्. अस्तु अग्रे तत्र सुजाता भगिनी पठितुम् इच्छति वा तत्र अग्रे? महोदय अहं न प्राप्तवती महोदय. वाट्सप् मध्ये नास्ति वा? भवती नास्ति वा वाट्सप् मध्ये? I am trying another iPad. Let me see. किन्तु वाट्सप् मध्ये भवती अस्ति खलु अथवा नास्ति? नास्ति भवती नास्ति वा? अस्तु अस्तु चिन्ता मास्तु भगिनि. अस्तु तर्हि चिन्ता मास्तु भगिनि. अस्तु धन्यवादः. अस्तु अहं तत्र कथां प्रेषयामि तत्र वर्गस्य अनन्तरं प्रेषयामि भगिनि. केन् ऐ टेल् मै नम्बर् ऐ एम् इन् इण्डिया. इदानीं तत्र एकनिमिषं भगिनि भवती अनन्तरं सङ्ख्या वदतु सङ्ख्यां वदतु अहं अनन्तरं 817-911-2952 817-911-2952 इण्डिया मध्ये. अस्तु 911 क्षम्यतां. चिन्ता मास्तु भगिनि. ईमेल् अस्ति खलु भवत्याः तत्र ईमेल् अस्ति खलु? अस्ति महोदय ईमेल्. अस्तु अस्तु अस्तु अस्तु. तर्हि तत्र वंशीसुधा भगिनी नमस्कारः. तत्र भवती वक्तुं शक्नोति न वा इति न जानामि. अस्तु तत्र अग्रे तत्र तर्हि तत्र उषा भगिनी पुनः भवती एव तत्र पठति वा पठित्वा? मलयविक्रयिकः एतं प्रस्तावं सहर्षम् अङ्गीकृतवान् इत्युक्ते सः सन्तोषम् अनुभूतवान् एतं वार्ताम् अतिमभ्याः वार्तां श्रुत्वा सः वलयविक्रयिकः बहु सन्तोषम् अनुभूतवान् इत्युक्ते सः अङ्गीकृतवान् अस्तु अहं प्रेषयामि इति. बालकः अपि एतस्मात् सन्तुष्टः जातः. बालकः अपि सन्तोषम् अनुभूतवान् एतां वार्तां श्रुत्वा. ततः अतिमभ्या उत्तमे गुरुकुले बालकस्य अध्ययनाय व्यवस्था परिकल्पिता. अतिमभ्या खलु लतया. अतिमभ्या उत्तमे गुरुकुले बालकस्य अध्ययनाय व्यवस्था परिकल्पिता. सा राज्ञी बालकस्य अध्ययनाय उत्तमे गुरुकुले इत्युक्ते यः गुरुकुलं सम्यक् उत्तमः अस्ति तस्य अध्ययनं भवेत् इति बालकस्य अध्ययनं भवेत् इति सा व्यवस्थां कृतवती. गच्छता कालेन श्रद्धया पठन् तत्रापि शत्रुप्रत्ययः अस्ति पठति इति. गच्छता कालेन श्रद्धया पठन् सः श्रेष्ठः कविः जातः. सः इत्युक्ते वलयविक्रयिकस्य बालः नाम गच्छता कालेन श्रद्धया पठन् सः श्रेष्ठः कविः जातः. सः बालः श्रेष्ठः कविः जातः. किं कुर्वन्? श्रद्धया पठन्. कः पठन्? बालः पठन् अस्ति. पठन् सः श्रेष्ठः कविः जातः. एषः बालः. सः एव महाकविः रन्नः. तस्य कविः नाम अस्ति, महाकविः नाम अस्ति, तस्य कविः नाम इति नास्ति खलु, किं भवति कविः तस्य बालः, न तस्य कविः नाम इति न न न महोदय क्षम्यतां, तस्य नाम अस्ति रन्न, नाम इति न तस्य नाम खलु, तस्य नाम रन्नः इति अस्ति, सः महाकविः, कविः इति भवती उक्तवती, कविः इति पदस्य षष्टि किम् अस्ति, षष्टि महा कव कविः हरि हरिः शब्दवत् हरय कवि कविना हरि हरेः कवेः, हा तस्य कवेः नाम, तस्य कवेः नाम कन्नड साहित्यलोके ख्यातिं गतः, प्रसिद्धः जातः, तत्र अतिप्रसिद्धः कविः नाम तत्र पम्पा रन्ना इति अस्ति खलु, अहं न जानामि महोदय कन्नडसाहित्ये पम्पा पोन्न रन्ना इति इति तत्र कवित्रयम् अस्तु अस्ति, अतः तत्र महाकविः रन्नः इति हा इति अस्ति, तत्र भवती उक्तवती श्रद्धया पठन् इति तत्र शत्रन्तरूपम् अस्ति इति खलु, समीचीनं, हा तत्र जातः इति कृतप्रत्यय, किन्तु तत्र तत्रापि तत्र कर्तृ अर्थे सः अभवत्, सः कविः अभवत् इति गच्छताकालेन अपि शत्रु, समीचीनं उत्तमं भगिनि, हा गच्छताकालेन अपि गच्छत् इति नपुंसकलिङ्गे अस्ति, गच्छन् सम्यक् अस्ति, कालः पुल्लिङ्ग, हा कालः पुल्लिङ्गः, समीचीनं, हा पुल्लिङ्गपदं, हा अतः गच्छन् कालः तेन गच्छता कालेन कालेन गच्छता कालेन सर्वं समीचीनं सर्वम् अवगच्छामः खलु महोदय, बालकस्य नाम पूर्वं नाम इति नाम इति नाम इति पदं संस्कृते नास्ति खलु भगिनि, नाम इति नाम, बालकस्य नाम किम् अस्ति महोदय, रन्नः, रन्नः पूर्वमपि रन्नः इति चिन्तनं वयं न जानीमः, अहं न जानामि, न दत्तम् अत्र तत्र अग्रे गत्वा तत्र तस्य नूतननाम अभवत् न वा इति न जानामि भगिनि, हा तद् द्रष्टव्यमस्ति विकिपीडिया मध्ये अन्वेषणं, हा अन्वेषणं करोतु किन्तु महोदय अस्ति महोदय रन्नः अस्ति, रन्नः दत्तमस्ति, तत् पूर्वं र उपरि अनुस्वारम् इत्युक्ते न न इति अभवत् अभवत् वा इति मन्ये, तत्र केवलं कन्नडभाषायाः नाम अस्ति खलु भगिनि, अतः तत्र रन्नः, अस्तु अस्तु कन्नडभाषायामपि एवमेव एवमेव अस्ति वा, रन् बेलगाली अस्ति महोदय तस्य नाम, अस्तु हा रन् किमस्ति, रन् रन् बेलगाली बेलगाली बेलगाली नो अस्तु भगिनि, हा बागल्कोट् डिस्ट्रिक्ट् कर्णाटक, बागल्कोट् डिस्ट्रिक्ट् अस्तु भगिनि, हा इति अस्ति, अस्तु तर्हि समीचीनं, तत्र एतावत् तत्र गच्छता कालीन इति शतन्त्ररूपं, पठन् पठन् वदन् अपि पश्यन् इति आसीत्, अस्तु हा अतः किञ्चिदेव आसीत्, किन्तु हा तत्र अन्यप्रश्नः अस्ति वा कथायाः विषये, एकैकाम् इति पदं कथम् आगच्छ, एकैका एका एका एकैका नाम प्रत्येकम् अपि पश्यन् तत्र ईच् अण्ड् एव्री वन् इति अर्थे भगिनि, एकैकामपि तत्र एकैकामपि पृष्टवान्, तत्र छात्राः सन्ति, एकैकं छात्रमपि सः पृष्टवान् इति, धन्यवादः महोदय, हा अस्तु अस्तु तर्हि अन्य कोऽपि प्रश्नः अस्तु तर्हि नास्ति चेत् तर्हि अग्रे तत्र पुनः महोदय अहं विस्मृतवती उद्यताः इति तत्प्रत्यये धातु वद् वद् वद् वा यत् यत् यत् उत्तम उत् उद्यताः हा तत्र धातुः कः अस्ति उ अस्ति अतः अहं चिन्तितवती वद् धातु वा वद् इति नास्ति इति मन्ये भगिनि हा किन्तु न स्मरामि हा अस्तु उद्यता यम् इति धातुः अस्ति महोदय किं भगिनि यम् यम् इति तत्र मकारस्य लोपः यथा रम् अस्ति चेत् रतः अस्तु अस्तु तादृशं तत्र मकारनकारलोपः भूत्वा उत् उपसर्ग वा भवन्ति खलु महोदय उत् उपसर्ग वा उत् उपसर्ग अस्तु अस्तु उत्तम इति उत्तम अस्तु अस्तु अस्तु अस्तु समीचीनं धन्यवादः उद्यतः उत्तमप्रश्नः भगिनि उद्यतः अस्तु यम् इति धातुः अस्तु समीचीनम् अस्तु तर्हि तत्र प्रश्नः नास्ति चेत् पुनः तत्र छत्रस्य विषये गच्छामः तर्हि तत्र वयं पेज् 164 मध्ये अस्ति तद् कृतवन्तः इति मन्ये अतः इदानीं तत्र पेज् 165 मध्ये यत् अस्ति तत् पश्यामः अस्तु तर्हि तत्र शोभा भगिनी आरम्भं करोति वा आं महोदय 165 खलु 165 भगिनी तत्र कोष्ठके लिखितेभ्यः क्रियापदेभ्यः उचितं शत्रन्तं पदं निर्माय रिक्तस्थानं पूरयत उदाहरणम् आत्मा उत्क्रामति विमूढाः न पश्यन्ति विमूढाः उत्क्रामन्तम् आत्मानं न पश्यन्ति इति अस्तु अग्रे तत्र आत्मा इति तत्र पुल्लिङ्गे अस्ति इति कृत्वा उत्क्राम पश्यन् उत्क्रामति उत्क्रामन् उत्क्रामन्तम् इति द्वितीयः भवति तस्य जनाः शरीरस्थम् आत्मानं कर्षयन्ति ते आसुरनिश्चयाः भवन्ति आसुरनिश्चयाः भवन्ति तत्र कर्षयति इति क्रियापदं कृष् इति धातुः तत्र किं जनाः शरीरस्थम् आत्मानं कर्षयन्ति जनाः शरीरस्थम् आत्मानं कर्षयन् न किं भवति तत्र कर्षयति इत्यस्य अधुना जनाः कर्षयन् कर्षयन्तौ कर्षयन्तः भगिनि तत्र उदाहरणे तत्र शत्रन्तरूपस्य तत्र प्रथमवाक्ये शत्र यदस्ति तस्य शत्रन्तरूपं कुर्मः खलु तदनन्तरं द्वितीयवाक्ये वयं स्थापयामः खलु एतदेव कार्यं किन्तु द्वितीयवाक्ये शत्रन्तरूपस्य सदा प्रथमाविभक्ति इति न भवति खलु तत्र या विभक्ति उचिता इति दृष्ट्वा तादृशरूपं स्थापनीयं खलु अतः तत्र उदाहरणे किम् आसीत् तत्र विमूढाः न पश्यन्ति नाम तत्र आत्मानं तत्र विमूढाः आत्मानं न पश्यन्ति इति प्रायशः तत्र यदि आसीत् सुलभं भवति नाम कीदृशम् आत्मानम् उत्क्रामन्तम् आत्मानं न पश्यन्ति इति तत्र द्वितीया इति जानीमः, यतोहि आत्मा इति आत्मानम् इति एव तत्र कर्मपदं भवति इति कृत्वा. आम् इदानीं तत्र प्रथमवाक्ये तत्र कर्ता कः अस्ति इदानीं इदानीम् उदाहरणं मास्तु, इदानीं यत् वाक्यं तत्र अभ्यासवाक्यमस्ति, प्रथम अभ्यासवाक्यमस्ति, तत्र वाक्यद्वयमस्ति, तत्र प्रथमवाक्ये तत्र कर्ता कः? जनाः. जनाः, जनाः इति अस्ति. इदानीं तत्र क्रियापदमस्ति कर्षयन्ति इति खलु, कर्षयन्ति. इदानीं तत्र कर्षयन्ति इति पदस्य शत्रन्तरूपम्, कर्षयन्ति, कर्षयन् कर्षयन् इति भवति, कर्षयन् इति एव भवति, कर्षयन् तः कर्षयन्तः जनाः इति भवति, कर्षयन्तः जनाः, शरीरस्थम् आत्मानं कर्षयन्तः जनाः खलु, जनाः सन्ति, शरीरस्थम् आत्मानं कर्षयन्तः जनाः इति प्रथमवाक्ये शत्रन्तरूपं प्राप्तं खलु. आम् महोदय. इदानीं द्वितीयवाक्ये तस्य तत्र का विभक्तिः अपेक्षिता इति द्रष्टव्यम्. ते आसुरनिश्चयाः भवन्ति. अतः तत्र ते इत्युक्ते के? जनाः. जनाः. अतः कीदृशजनाः? तत्र शरीरम् आत्मानं कर्षयन्तः जनाः. हा, शरीरस्थम् आत्मानं कर्षयन्तः जनाः आसुरनिश्चयाः भवन्ति. नाम तत्र अत्र प्रथमविभक्तिः एव अपेक्षिता इति. ते जनाः शरीरस्थम् आत्मानं कर्षयन्तः जनाः आसुरनिश्चयाः भवन्ति इति. समीचीनं. हा अस्तु, अग्रे. हा समीचीनं भगिनि. नरेश् महोदय अग्रे. अर्जुनः विषीदति, कृष्णः उपदिशति. अत्र अर्जुनः विषीदति, विषीदति क्रियापदमस्ति, अत्र शत्रन्तरूपं विषीदन् भवति. विषीदन् अतः अत्र कृष्णः उपदिशति, अतः कर्मपदं यच्छामि. अर्जुनं कृष्णः अर्जुनम् उपदिशति. कीदृशम् अर्जुनं? विषीदन् अस्ति, तस्य द्वितीयविभक्ति विषीदन्तम्, विषीदन्तम् अर्जुनं कृष्णः उपदिशति. हा, विषीदन्तम् अर्जुनं कृष्णः उपदिशति. उपदिशति, समीचीनं. हा, तथैव अस्ति महोदय, समीचीनम्. अस्तु, वेदा भगिनी अग्रे. हा महोदय. नराधमाः द्विषन्ति, भगवान् आसुरयोनिषु क्षिपति. एकवारम् अर्थं महोदय. नराधमाः इत्युक्ते नरस्य दमनं यं करोति. न न न न न, कीदृशनराः नाम अधमाः इति. ओ, अधमाः नराः. तत्र उत्तमः अस्ति, तस्य विपरीतमस्ति अधमः. अधमः उत्तमः नास्ति, सः अधमः. आम् आम् आम्. नाम नराधमाः द्विषन्ति, उत्तम द्विषन्ति, द्वेषं कुर्वन् द्विषन्ति नाम द्वेषं कुर्वन्ति इति मन्ये खलु. ओ ओ ओके. भगवान् आसुरयोनिषु क्षिपति. आसुरयोनिषु इत्युक्ते आसुरयोनिषु, योनि इत्युक्ते नाभिवृत्ति न न योनि, तत्र आसुरयोनि इत्युक्ते तेषां जन्म अग्रे, तेषां तेषां जननम् आसुररूपेण, असुररूपेण भवति इति. ओ ओके. आसुरजन्म इति. आसुरजन्म नाम तत्र ये जनाः अधमाः द्विषन्ति ते तेषाम् अग्रिमजन्म तत्र मनुष्यरूपेण न भवति किन्तु ते असुराः भवन्ति अग्रिमजन्मे इति अग्रिमजन्मनि अग्रिमजन्मनि नराधमाः इत्युक्ते तत्र स्त्रीलिङ्गे अस्ति वा तत् भगवचनमस्ति पुल्लिङ्गे भगवचनमस्ति नराधमाः द्विषन्ति द्विषन्तः समीचीनं द्विषन्तः नराधमाः द्विषन्तः नराधमाः न तत्र भगवान् तं तं प्रेष तम् आसुरजन आसुरयोनिषु क्षिपति न तं नराधमाः द्वितीयवाक्यं पठतु भगिनि भगवान् आसुरयोनिषु क्षिपति किन्तु तस्मात् प्राक् किं किमपि पदम् अस्ति वा नास्ति वा नराधमाः द्विषन्ति अस्तु अस्तु तान् इति तान् इत्युक्ते नराधमाः तान् नराधमान् नराधमान् द्विषतः द्विषतः नराधमान् भगवान् द्विषतः नराधमान् आसुरयोनिषु क्षिपति इति अस्ति भगिनि उत्तमं हा समीचीनम् अस्तु समीचीनं भगिनि अस्तु अग्रे हर्षदा भगिनि भीमसेनः क्रुध्यति तस्मात् कौरवाः क्रुध्यति क्रुध्यतः भीमसेनात् कौरवाः क्रुध्यति तस्मात् पञ्चमी अस्ति चेत् अतः क्रुध्यतः भीमसेनात् कौरवाः क्रुध्यति समीचीनं भगिनि तथैव समीचीनम् अस्तु अग्रे तत्र सुजाता भगिनी एतत् अत्र वक्तुं शक्नोति वा आम् आम् महोदय अस्तु अग्रिमं करोतु तर्हि युधिष्ठिरः ध्यायति तस्मै सूर्यः अक्षयपात्रं दत्तवान् युधिष्ठिरः ध्यायति ध्यायन् युधिष्ठिरः ध्यायन् अस्ति इदानीं तत्र इदानीं ध्यायन् इति प्रातिपदिकमस्ति ध्यायत् ध्यायत् भवत् शब्द तादृशम् इति चिन्तयतु भवत् शब्दस्य तत्र चतुर्थी एकवचनं किमस्ति भवति हा अतः तत्र ध्यायन् इति पदस्य ध्यायत् प्रतिपदं ध्यायते ध्यायते हा इदानीं ध्यायते युधिष्ठिरः सूर्यः युधिष्ठिरः इति तस्यापि चतुर्थी एकवचनं युधिष्ठिरैः युधिष्ठिराय क्षम्यतां युधिष्ठिराय सूर्यः अक्षयपात्रं दत्तवान् हा पुनः तस्मै तस्मै ध्यायते तस्मै ध्यायते ध्यायते युधिष्ठिराय सूर्यः अक्षयपात्रं दत्तवान् हा इति भवति समीचीनं भगिनि हा तथैव अस्ति हा उत्तमम् अस्तु अग्रे उषा भगिनि आं महोदय परमेश्वरः भूतेषु समं तिष्ठति द्रष्टुं प्रयततां तं द्रष्टुं प्रयततां तिष्ठति इति मन्ये तिष्ठन् इति शत्रुप्रत्ययरूपं परमेश्वरः भूतेषु समं तिष्ठति तिष्ठन् तत्र तिष्ठति इति स्थाने तिष्ठन् अस्ति तिष्ठन् अस्ति परमेश्वरः भूतेषु समं तिष्ठन् अस्ति सः तिष्ठन् अस्ति परमेश्वरं हा परमेश्वरं कीदृशं परमेश्वरं तिष्ठन्तं परमेश्वरं भूते कुत्र तिष्ठन्तं कुत्र तिष्ठन्तं भूतेषु समं तिष्ठन्तं परमेश्वरं हा द्रष्टुं द्रष्टुं प्रयततां इति अस्ति भगिनि समीचीनं हा उत्तमं अस्तु अग्रे शोभा भगिनि आं महोदय मुक्तः यज्ञाय कर्म आचरति कर्म समग्रं प्रविलीयते तस्य समग्रं कर्म प्रविलीयते. तस्य इति अपि दत्तमस्ति भगिनि तत्र नूतनमुद्रणे. ओ अस्तु अतः तस्य कर्म समग्रं प्रविलीयते. अस्तु. मुक्तः यज्ञाय कर्म आचरति, तत्र आचरति इति क्रियापदम्, अपि च तस्य यः आचरति इति स्थाने शत्रन्तरूपं स्थापयामः. शत्रन्तरूपं भवति. किमस्ति मुक्तः यज्ञाय कर्म आचरति. अस्तु. यज्ञाय मुक्तः कर्म आचरति, यज्ञाय कर्म आचरन्तं. न प्रथमतया प्रथम भवत् भगिनी प्रथमवाक्यस्य शत्रन्तरूपं प्रथमतया वदतु, यतोहि सुलभं भवति. मुक्तः यज्ञाय कर्म आचरति, आचरति इति स्थाने शत्रन्तरूपम् आचरन् अस्ति. अतः आचरन् मुक्तः. कीदृशमुक्तः? आचरन् मुक्तः. किम् आचरन् मुक्तः? कर्म आचरन्. कर्म आचरन् मुक्तः. किमर्थं कर्म आचरन् अस्ति सः? यज्ञाय. यज्ञाय. अतः यज्ञाय कर्म आचरन् मुक्तः अस्ति. यज्ञाय कर्म आचरन् मुक्तः. इदानीं तत्र आचरन् मुक्तः, अतः तत्र मुक्तस्य इति भवति. मुक्तस्य इति अस्ति. आचरन्ति पदस्य षष्टि आचरतः, आचरन् आचरतः इति अस्ति. समीचीनम्. इदानीं यज्ञाय कर्म आचरतः मुक्तस्य समग्रं प्रविलीयते. समग्रं कर्म प्रविलीय. समग्रं कर्म प्रविलीयते इति अस्ति. समीचीनं भगिनि. हा तथैव अस्ति. हा अस्तु. नरेश् महोदय अग्रे. अस्तु. उत्तममस्ति भगिनि. भीष्मः दुर्योधनस्य हर्षं जनयति, शङ्खं धमति. शङ्खं धमति. अत्र भीष्मः दुर्योधनस्य हर्षं जनयति. जनयति क्रियापदमस्ति. तस्य शत्रन्तपदं जनयन् अस्ति. भीष्मः दुर्योधनस्य हर्षं जनयन् अस्ति. अत्र जनयन् दुर्योधनस्य विभक्ति अपेक्षिता द्वितीये वाक्ये. षष्टि दुर्योधनस्य द्वितीयवाक्यं पश्यतु. शङ्खं धमति. सः इत्युक्ते कः? प्रथमा विभक्ति. सः शङ्खं धमति. किन्तु सः इत्युक्ते कः? भीष्मः. अतः भीष्मः अत्र दुर्योधनस्य हर्षं जनयन् शङ्खं धमति. तावदेव. तथैव अस्ति. भीष्मः दुर्योधनस्य हर्षं जनयन् इति धमति. भीष्मः शङ्खं धमति. कीदृशः भीष्मः? दुर्योधनस्य हर्षं जनयन् भीष्मः शङ्खं धमति, अथवा भीष्मः दुर्योधनस्य हर्षं जनयन् शङ्खं धमति इति. समीचीनम्. अस्तु अग्रे हर्षिता भगिनी. आं महोदय. भक्ताः प्रीतिपूर्वकं भजन्ति, कृष्णः तेषाम् अनुग्रहं करोति. कृष्णः प्रीतिपूर्वकं भजतां भक्तानाम् अनुग्रहं करोति. समीचीनं भगिनी. तत्र भगिनी तत्र किम् उक्तवती? तत्र भज प्रीतिपूर्वकं भजतां भक्तानां. भजताम्. अस्तु अस्तु अस्तु. भजतां. समीचीनं. भजतां भक्तानां कृष्णः अनुग्रहं करोति. समीचीनं. समीचीनं भगिनि. अस्तु अग्रे तत्र वेदभगिनी उक्तवती खलु द्वितीयवारं न महोदय योगिनः प्रयत्नं कुर्वन्ति चित्तशुद्धिं प्राप्नुवन्ति योगिनः प्रयत्नं चित्तशुद्धिं प्राप् किमर्थं चित्तशुद्धं प्राप्नुवन्ति प्रयत्नं करोति तदेव योगिनः चित्तशुद्धि ओके तो कुर्वन्ति इति शब्दस्य कुर्वन् शब्दं वा कुर्वन्ति कुर्वन्ति तत्र योगिनः प्रयत्नं कुर्वन्ति तत्र योगिनः प्रथमवाक्यस्य शत्रन्तरूपं वदतु प्रथमवाक्यस्य शत्यन्तरूपं कुर्वन्तः किं कुर्वन्तः प्रयत्नं कुर्वन्तः योगिनः इति वा प्रयत्नं कुर्वन्तः योगिनः सन्ति चित्तशुद्धं चित्तशुद्धिं प्रथमवाक्यं प्रयत्नं कुर्वन्तः योगिनः सन्ति खलु आम् आम् अथवा योगिनः प्रयत्नं कुर्वन्तः शुद्धं तम् इदानीम् अस्तु इदानीं द्वितीयवाक्ये किमस्ति द्वितीयवाक्यं किमस्ति चित्तशुद्धिं प्राप्नुवन्ति तत्र ते चित्तशुद्धिं प्राप्नुवन्ति ओ ते ते ते ते इति स्थापयतु ते चित्तशुद्धिं प्राप्नुवन्ति ते इत्युक्ते के प्रयत्नं कुर्वन्तः योगिनः न योगिनं ते एव योगिनः एव ते ते इत्युक्ते योगिनः प्रयत्नं कुर्वन्तः योगिनः चित्तशुद्धिं प्राप्नुवन्ति इति वा कुर्वन्ति इति एव अस्ति भगिनि तत्र योगिनः प्रयत्नं कुर्वन्ति कुर्वन्तः सन्ति ते चित्तशुद्धिं प्राप्नुवन्ति के चित्तशुद्धिं प्राप्नुवन्ति प्रयत्नं कुर्वन्तः योगिनः सर्वे योगिनः इति न किन्तु प्रयत्नं कुर्वन्तः योगिनः चित्तशुद्धिं प्राप्नुवन्ति इति अस्ति समीचीनम् अस्तु अग्रे उषा भगिनी आं महोदय साधकः योगं युनक्ति भगवन्तं जानाति भगवन्तं जानाति कर्मपदं भगवन्तं जानाति क्रिया साधकः योगं युनक्ति युनक्ति इति तत्र कर्मपदम् अस्ति युज् धातुः सः युनक्ति युञ्जन् इति भवति वा महोदय युञ्जानः क्षम्यतां भगिनि युञ्जन् युञ्जन् इति एव युञ्जन् युञ्जन् अपि च साधकः कः साधकः युञ्जन् साधकः युञ्जन् किं युञ्जन् योगं साधकः योगं युञ्जन् भगवन्तं जानाति इति अपि अथवा योगं युञ्जन् साधकः भगवन्तं जानाति समीचीनं भगिनि हा अग्रे सुजाता भगिनि आं महोदय भक्ताः भगवन्तम् अर्चन्ति मम पुस्तके नास्ति अत्र तु समाप्तम् अस्ति नूतनपुस्तके अग्रिमं वाक्यमपि अस्ति भक्ताः भगवन्तम् अर्चन्ति तान् सः रक्षति अर्चन् भक्ताः भगवन्तम् अर्चन् अस्ति तान् सः रक्षति अर्चन् भक्ताः न अर्चन्ति इदानीं तत्र अर्चन् इति अर्चन् अर्चन् इति एव अस्ति अतः तत्र अर्चन् इति भवति एकवचने बहुवचने किं भवति अर्चन्तः भक्ताः इति बहुवचने अस्ति खलु आम् आम् अतः भक्ताः भगवन्तम् अर्चन्तः अर्चन्तः सन्ति अर्चन्तः सन्ति इदानीं तान् इति अस्ति तान् इत्युक्ते विभक्ति का तत्र तान् द्वितीया विभक्ति द्वितीया अस्तु भक्ताः इति समीचीनं भक्ताः इति पदस्य द्वितीयविभक्ति तर्हि भक्तान् भक्तान् अपि अर्चन् इति पदस्य तत्र द्वितीयबहुवचन अर्चन् अर्चन्तः अर्चन्तः अर्चतः 160 पश्यतु अर्चतः अर्चतः अर्चतः भक्तान् भगवन्तं भगवान् रक्षति भगवान् कं रक्षति कान् रक्षति भगवन्तं अर्चतः भगवन्तम् अर्चतः भक्तान् सः भगवान् रक्षति भगवान् रक्षति इति अस्ति समीचीनं भगिनि अस्तु उत्तमं समीचीनमस्ति अस्तु तत्र हा उत्तममस्ति समयः समीचीनः आसीत् अद्य अस्तु तत्र अन्ते तत्र शोभभगिनी भवती तत्र शान्तिमन्त्रं वदति वा भगिनि आं महोदय करोमि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय धन्यवादः महोदय धन्यवादः